नमस्कारः. तनादिगणः इति विषयः अनुवर्तते. एतावता अस्माभिः तनादिगणे दशधातवः सन्ति इति उक्तं. तत्र दशसु नवधातूनां रूपाणि कथं भवन्ति इति अस्माभिः चर्चितं पूर्वं. तत्र संयोगपूर्वकः नवसु धातुषु संयोगपूर्वकः धातुः वस्तुतः धातुत्रयं संयोगपूर्वकः संयोगपूर्वकधातुः. अनन्तरं तत्र अवशिष्ट षड् धातवः वस्तुतः असंयोगपूर्वकाः इति. तत्र संयोगपूर्वकः अस्ति चेत् तत्र विशिष्टं वैशिष्ट्यं किमपि नास्ति. तत्र पित्सु प्रत्ययेषु गुणः भवति, अपित्सु गुणनिषेधः, अजादि अपित्सु यणादेशः. यत्र संयोगपूर्वः यथा असंयोगः अस्ति इत्युक्ते तत्र तनादिकृभ्यः उः उ इति प्रत्ययात् प्राक् असंयोगः नास्ति. तत्र षड् धातवः ये सन्ति तेषां तत्र संयोगः नास्ति उकारात् प्राक्. तेषां कृते तत्र किञ्चित् तत्र वैशिष्ट्यं वर्तते. यथा स्वादिगणे आसीत् तथैव अत्रापि वयं द्रष्टुं शक्नुमः. पित्सु प्रत्ययेषु गुणः, अपित्सु प्रत्ययेषु गुणनिषेधः, अजादि अपित्सु तत्र यणादेशः, इकोयणचीतिनेन यणादेशः, अपि च हलादि अपित्सु सामान्यतया गुणनिषेधः, अपि च हलादि अपित्सु वकारादिमकारादिप्रत्ययपरे उकारस्य विकल्पेन लोपः, अनन्तरं लोटि हि इति प्रत्ययस्य लोपः इति तत्र विशेषः अस्ति असंयोगपूर्वकः उकारः चेत् इति. तत्सर्वं दृष्टम्. इदानीम् अत्र कृधातोः विषये तनादिकृङ्व्यः उः इत्यत्र कृधातुः अपि वर्तते. एकः एव अजादि अजन्तधातुः. तस्य विषये इदानीं चिन्तनं. तर्हि दुक्रे धातुः ततः आरभ्य एकवारं पठामः. लक्ष्मी भगिनी पठितुमिच्छति वा? आं भगिनी, पठामि. डुक्रिं धातुः. तनादिगणे दशधातवः सन्ति, तेषु नव हलन्तधातवः उपरि परिशीलिताः. दशसु एकः धातुः अजन्तः सहजधातुः डुक्रिङ् करणे. आदिर्निटुडवः इत्यनेन डु इत्यस्य इत् संज्ञा, हलन्त्यम् इत्यनेन न्यु इत्यस्य इत् संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः च. निरनुबन्धरूपं कृ इति. पूर्वं यथोक्तं कृ धातुः तनादिगणे एव पठितः तनादिकृभ्यः उः इति सूत्रेण. किन्तु सूत्रे कृ धातुः पुनः उक्तं किमर्थम् इति चेत्, कृ धातोः उ प्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीयः गणीयविधयः कृ धातु कृते न प्रसक्ताः. द्विवारं वदनेन नियमः कृतः, सीमा अध्यारोपिता, यत् उ प्रत्ययस्य एव विधानं तदर्थमेव तनादिगणे स्थापितः. अन्ये तनादिगणीयः गणीयविधयः कृ धातुतः न भवन्ति. वक्ष्यमाणेन विशिष्टसूत्रत्रयेण धातुविकरणप्रत्ययोरङ्गं व्यवहारिकतया द्विविधं, तदा च तिङ्प्रत्ययः वकारादिमकारादियकारादि च प्रक्रिया अपरेभ्यः तनादिगणीयधातुभ्यः भिद्यते. अत्र डुक्रिङ् धातुः च तनादिगणे एव भवति. दशधातुषु अन्यतमः अस्ति डुक्रिङ् धातुः. अत्र डुक्रीङ्करणे इति धातोः आदिर्निटुडवः इति सूत्रेण डु इत्यस्य इत्संज्ञा भवति, ञ् इत्यस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति. तयोः लोपः अपि भूत्वा लौकिकधातुः कृ इति भवति. अत्र प्रश्नः अस्ति, तनादिकृभ्यः उः इति सूत्रे कृ इति पृथक्तया किमर्थम् उक्तम् इति. यद्यपि कृ धातुः तनादिगणे एव वर्तते, तथापि तनादिकृभ्यः इति पृथक्तया उक्तत्वात् कः लाभः इति प्रश्ने अत्र समाधानम् उक्तं यत्, तनादिगणे ये धातवः सन्ति तत्र विधीयमानः विधयः ते विधयः कृ धातु धातुना सह न भवति. अत्र सीमा वर्तते. यद्यपि उः इति उ इति विकरणप्रत्ययः भवति, तदर्थमेव कृ इति धातोः तनादिगणे युक्तः. किन्तु अन्यविधिः, अन्ये विधयः ये सन्ति ते तु तनादिगणे उक्ताः, ते विधयः कृ धातु धातुः कृते न भवति. तस्य प्रयोगः कृ धातुः कृते न भवति इति कारणात् अत्र सीमां भवति. अतः एव पृथक्तया तनादिकृभ्यः उः इति सूत्रे कृ इत्यस्य नामधेयं पृथक्तया उक्तम् इति अत्र समाधानम् उक्तमस्ति. अन्तिमवाक्यमस्ति, वक्ष्यमाणेन विशिष्टसूत्रत्रयेण धातुविकरणप्रत्ययोरङ्गं व्यवहारिकतया द्विविधं, तदा च तिङ्प्रत्ययः वकारादिमकारादि यकारादि चेत् प्रक्रिया अपरेभ्यः तनादिगणीयः धातुभ्यः भिद्यते. अत्र कुत्र भेदः भवति इति अपि अत्र पृथक्तया उक्तं. वकारादिमकारादि यकारादि तिङ्प्रत्ययः यथा भवति, प्रक्रियावेलायां कृधातोः कृते अन्यधातुभ्यः भेदः वर्तते इति अत्र उक्तमस्ति. कुत्र भेदः इति अग्रे उक्तमस्ति. तावदेव इति भावयामि भगिनी अत्र. आमामां, समीचीनं समीचीनम् इति एव अस्ति. अस्य विषये पूर्वमपि अत्र करपत्रस्य आदौ अपि अस्माभिः पठितं, किमर्थं क्रिय इति विशेषतया उक्तम् इति. तत्र यतोहि सामान्यसूत्राणि अन्यतनादिगणीयधातूनां विषये यानि प्रसक्तानि, तेषां सर्वेषां प्रसक्तिः अत्र क्रियधातोः विषये न भवति. अत्र इतोपि विशिष्टानि सूत्राणि सन्ति, तद् इदानीं किम् इति वयं पश्यामः. कृधातोः अङ्गद्वयम् इति आरभ्य तत्र उषाभगिनी पठति वा? कृधातोः अङ्गद्वयं पितृप्रत्ययेषु कृयोगः उ सार्वधातुक आधधातुकयोः इत्यनेन इकः गुणः, कर् योगः उ करु इति अङ्गम्. अपित्सु प्रत्ययेषु कृयोगः उ सार्वधातुक आधधातुकयोः इत्यनेन इकः गुणः, कर् योगः उ योगः करु इति भवति. अत उ सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकार आदेशः, कुरु इति अङ्गम्. पित्सु प्रत्ययेषु कृ धातोः अङ्गद्वयम् अस्ति. पित्सु प्रत्ययेषु कृते एकम् अङ्गम्, अपित्सु प्रत्ययेषु कृते अङ्गं भिन्नं भवति. सार्वधा पित्सु प्रत्ययेषु कृयोगः उ प्रथमं सार्वधातुक आदधातुकयोः इत्यनेन एकः गुणः भवति. कर्योगः उ करु इति अङ्गम्. अपित्सु प्रत्ययेषु अपि कृयोगः उ एव विकरणप्रत्ययः. कृयोगः सार्वधातुक आर्धधातुकयोः इत्यनेन करु इति अङ्गम्, परन्तु करु इति अङ्गम् अत उत् सार्वधातुके इति एकं सूत्रेण अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य ककार अकार इत्यस्य कृते अकारस्य स्थाने उकार आदेशः, कुरु इति अङ्गं भवति इति दत्तम्. अग्रे पठामि वा भगिनि? आमां, कुरु इति अत्र अग्रे सूत्रं पठतु. अत उत् सार्वधातुके ऊ प्रत्ययान्त कृधातोः ह्रस्व अकारस्य स्थाने उकार आदेशः भवति किति ङिति सार्वधातुकप्रत्यये परे. अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम्. उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् च इत्यनयोः अनुवृत्तिः, उतः प्रत्ययात् च इत्यनयोः अनुवृत्तिः. विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य इति येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः, उ प्रत्ययान्तस्य इति उ प्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः गमहनजनकन घसां लोपः किति अनङ्गि किङिति अनङ्गि इत्यस्मात् कितिङ् इति किङिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् किङिति सार्वधातुके पूर्वपरिचयते उक्तम् अपित्सु प्रत्ययेषु करु इति प्रथमं गुणानन्तरं करु इति अङ्गम् अनन्तरम् अत उत् सार्वधातुके इति सूत्रेण अकारस्य स्थाने उ इति आदेशः भवति अत उत् सार्वधातुके इति सूत्रेण अत्र अत उत् सार्वधातुके इति सूत्रं वदति उप्रत्ययान्तकृधातोः ह्रस्व अकारस्य स्थाने उकार आदेशः भवति कितिङ्ति सार्वधातुक प्रत्यये परे अपि प्रत्यये परे इति अत्र सूत्रे अतः इति अत इति अतः षष्ट्यन्तं तस्य स्थाने इति उत् प्रथमान्तम् उत् इति षष्ट्यन्तपदस्य स्थाने इति उत् प्रथमान्तं सार्वधातुके इति सप्तम्यन्तं सार्वधातुकप्रत्ययः परः अस्ति चेत् इति त्रिपदमिदं सूत्रम् उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्मात् उतश्च प्रत्ययात् असंयोगपूर्वात् वयं दृष्टवन्तः पूर्वम् उतः प्रत्ययात् च इत्यनयोः अनुवृत्तिः उतः प्रत्ययात् च इत्यनयोः अनुवृत्तिसहितसूत्रे अस्ति ऊ प्रत्ययान्तस्य अङ्गस्य उतः इति ऊ प्रत्ययान्तस्य इति विभक्तिपरिणामं भवति प्रत्ययात् इत्यपि ऊ प्रत्ययान्तस्य इति भवति सो ऊः यस्य अङ्गस्य अन्ते ऊ इति अस्ति इति आगच्छति येन विधिस्तदन्तस्य इत्यनेन ऊ प्रत्ययान्तस्य अङ्गस्य अतः उकारः भवति उत् भवति सार्वधातुक अपित् अथवा कित्मित् प्रत्ययः परः अस्ति चेत् इति नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः करोतेः इति करोतेः ऊ प्रत्ययान्तस्य अङ्गस्य करोतेः औडुसे करोति इत्यस्य षष्टिविभक्तिः करोतेः ऊ प्रत्ययान्तस्य अङ्गस्य इति समीचीनं वा भगिनि करोतेः करोति इत्यस्य षष्टि करोति इति अस्ति चेत् करोतेः इत्यस्य अनुवृत्तिः करोतेः करोति इत्यस्य षष्टि करोतेः ऊ प्रत्ययान्तस्य अङ्गस्य अतः उत् भवति सार्वधातुक कित्नित् प्रत्ययः परः अस्ति चेत् गमहनजनकर गसां लोपः किति अनङ्गि इत्यस्मात् कितिङ् इति अनुवृत्ति समीचीनम् अस्तु भगिनि धन्यवादः इदानीं किञ्चित् पश्यामः सम्यक्तया उक्तवती इदानीं किञ्चित् पश्यामः अत्र किं शोभा भगिनी वदति वा अत्र यानि पदानि सन्ति तेषां परस्परं सम्बन्धः कः इति वदतु करोतेः उप्रत्यान्तस्य अङ्गस्य अतः उत् कति पदानि षष्टिविभक्ति अन्तानि अस्तु तत्र उत् क्मिति सार्वधातुके अतः उत् इति अतः इति तु विशेषं भवति अङ्गस्य अतः उत् अङ्गस्य अतः विशेषविशेषणम् ऊ प्रत्ययान्तस्य अङ्गस्य तत्र षष्ठि द्वयोः अतः अपि षष्ठि यतोहि स्थानी भवति अत् अकारस्य स्थाने एव उकारादेशः तर्हि करोति करोतेः तत्रापि षष्ठि तत्र सर्वत्र षष्ठी विभक्तिः एव करोतेः उत् प्रत्ययान्तस्य अङ्गस्य अतः उत् कितिमिति सार्वधातुके प्रत्यये परे इति निमित्तम् उत् इति षष्ठी अस्ति वा न अतः अतः पर्यन्तम् इदानीं प्रथमा विभक्तिः उत्तिकरणं ह्रस्व उकारः एव इति तत्र उत्तिति प्रथमविभक्त्यां करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः तावत् पर्यन्तं षष्टिविभक्तयः उत् प्रथमा क्निति सार्वधातुके इति सप्तमी निमित्तं परनिमित्तं सम्यक् वा इदानीं परस्परं पदानां सम्बन्धः कः इति वदतु करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः इति षष्ट्यन्तपदानि सन्ति खलु अनयोः परस्परसम्बन्धः कः अस्तु तत्र करोतेः उप्रत्ययान्तस्य तत्र उप्रत्ययान्तस्य करोतेः इत्यस्य उप्रत्ययान्तस्य इत्युक्ते तत्र करु इत्यस्य उप्रत्ययान्तस्य अङ्गस्य अतः उत् का इत्यस्य अकारस्य उत् आदेशः भवति तर्हि अङ्गस्य अतः सम्बन्धे षष्ठी इति तत्र समीचीनम् अपि च करोतेः उप्रत्ययान्तस्य अङ्गस्य इति तत्र सत् उप्रत्ययान्तस्य अङ्गस्य तत्रापि विशेषविशेषणमेव भवति खलु भगिनि कयोः कीदृशस्य अङ्गस्य इत्युक्ते उप्रत्ययान्तस्य अङ्गस्य समीचीनं तत्र तयोः केवलं तयोः सम्बन्धः कः इति प्रश्नः भवति चेत् विशेषविशेषणं भवति करोतेः उप्रत्ययान्तस्य तत्र अस्तु तत्र उप्रत्ययान्तस्य अङ्गस्य उप्रत्ययान्तस्य करोतेः तत्र विशेषविशेषणं नास्ति करोतेः उप्रत्ययान्तस्य इति तत्र केवलं सम्बन्धे षष्टि सम्यक् सम्यक् इति अस्ति करोतेः अङ्गस्य इति सम्बन्धषष्टि अवयवीभावः अवयवीभावः करोतेः इत्यस्य अङ्गस्य इति करोतेः अङ्गस्य कीदृश अङ्गस्य उप्रत्ययान्तस्य अङ्गस्य इदानीम् अङ्गस्य अतः इति पुनः अवयवः तादृश अङ्गस्य यः अवयवः अकारः तस्य स्थाने उत् आदेशः भवति कितिरिति प्रत्ययपरे सार्वधातुकप्रत्ययपरे इति सूत्रार्थः तर्हि तत्र अङ्गस्य अतः तत्र अवयव अवयवीभावः अपि च करोतेः अङ्गस्य तत्रापि अवयव अवयवी आम् इति खलु अस्तु अतः यत्र यत्र अपित् प्रत्ययः अस्ति तत्र इदानीं कृयोगः उ इति अस्ति चेत् किं भवति तत्र कृयोगः उ क्रूयोगः उ तत्र पित् प्रत्ययः परम् अस्ति चेत् गुणः भवति अतः सार्वधातुकार्धधातुकयोः इत्यनेन ऋकारस्य अर् इत्युक्ते तत्र आदेशः तदनन्तरं रपरः अर् इति भवति कर् इति भवति अपित् अस्ति चेत् परप्रत्ययः तर्हि गुणस्य प्रसक्तिः नास्ति अतः तत्रापि अस्तु अपित्सु प्रत्ययेषु क्रूयोगः उ सार्वधातुक इत्यनेन इकः गुणः तत्रापि अस्तु अपित्सु प्रत्ययेषु अस्तु क्षम्यताम् करु इति तु भवति एव क्षम्यतां किम् उक्तवती भगिनि कृयोगः उ इत्यत्र पित् प्रत्यय कृयोगः उ इति तावदेव कृयोगः उ इत्यत्र किं भवति कृयोगः उ इत्यत्र गुणः भवति तर्हि रूपगन्ताङ्गस्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति कर् इति भवति, करु इति भवति, हा करु इति भवति, सर्वत्र अङ्गं करु, अग्रे तिङ् प्रत्ययः पित्वा अपित्वा भवतु, नाम इदानीं सर्वत्र अङ्गं करु, करुयोगः इदानीं पित् प्रत्ययः अस्ति चेत् करुयोगः ति, इदानीं पित् प्रत्ययः अस्ति तर्हि किं भवति तत्र? पित् अस्ति चेत् करुयोगः ति, तत्र पुनः सार्वधातुक अर्धधातुकयोः इत्यनेन करु इति अङ्गान्ते इकः गुणः भवति, उकारस्य ओकारः गो इति भवति, करुयोगः ति करोति इति भवति, समीचीनं, करोति पित् प्रत्यये परे तत्र गुणः भवति तावदेव, तत्र किमपि नास्ति. इदानीं करुयोगः अपित् प्रत्ययः, करुयोगः तः अपित् प्रत्ययः, तत्र किं भवति? अपित् अस्ति चेत् गुणस्य प्रसक्तिः नास्ति, करु करु इति एव तिष्ठति, किन्तु करुतः इति रूपं प्रयोगे नास्ति, अतः तत्र अत उत् सार्वधातुके इति सूत्रस्य आवश्यकता अस्ति. तेन किं भवति? तेन सूत्रेण, तेन सूत्रेण करोति, इदानीं करोतेः इति षष्ठी, करोतेः उ प्रत्ययान्तस्य अङ्गस्य, इदानीं करु इति प्राप्तं, तस्य उ प्रत्ययान्तस्य अङ्गस्य इति निमित्तं पूरितम्, अतः इत्युक्ते अङ्गस्य, अतः अतः तत्र करु इत्यस्य, करु इति एव अङ्गं, तस्मिन् अङ्गे अत् इति एकत्र एव अस्ति, का इत्यस्य अकारः, ककारः अकारः, अतः तस्य अतः उत् भवति, स्थानी अत् स्थानी उत् आदेशः भवति, करु इत्यस्मात् कुरु इति प्राप्तम् इदानीं. समीचीनं, तदनन्तरं यत्र यत्र अपित् प्रत्ययः अस्ति सर्वत्र कुत् कुरु भवति खलु? सर्वत्र कुरु भवति, सत्यं, हा, अतः कुरुतः इति रूपं, कुरुतः इति अन्तिमरूपम्. अस्तु, समीचीनं, तर्हि अत्र अग्रिमपरिच्छेदमपि पठतु, अत्र अग्रे मनसि भवेत्. अग्रे मनसि भवेत् यत् करु कुरु असंयोगपूर्वाङ्गम्, यत्र च असंयोगपूर्वाङ्गकार्यं भवति तत्र च लोपश्चास्यान्यतरस्यां मोहो इत्यस्य अपवादभूतसूत्रं नित्यं करोतेः, येन वकारमकारादौ प्रत्यये परे क्रूधातोः प्रत्यय अवयव उकारस्य लोपः नित्यं भवति, ततः अग्रे च ये च इत्यनेन यकारादिप्रत्यये परे अपि क्रूधातोः प्रत्यय अवयव उकारस्य लोपो भवति, अतः तिङ्निमित्तिकं कार्यम् एवं भवति. अग्रे पठनीयं वा भगिनि? अस्तु, तावत् वदनीयं वा? आं भगिनि, वदतु. अस्तु, हा, तत्र मनसि तत्र ध्येयं यत् करु कुरु इति तु संयोगपूर्वं नास्ति, तयोः असंयोगपूर्व अङ्गम् अस्ति, अपि च असंयोगपूर्व अङ्गकार्यं यत्र भवति तत्र लोपः, तत्र अस्माभिः पूर्वं दृष्टम् एतत् सूत्रं, लोपश्चास्यान्यतरस्यां मोहो इति, तत्र मकारे वकारे परे येन एतेन सूत्रेण किं भवति, उकारस्य लोपः भवति इति पूर्वं दृष्टं, किन्तु इत्यस्य अपवादरूपेण नित्यं करोतेः इति इदानीं नूतनसूत्रम् आगच्छति तत्र, एतेन सूत्रेण वकारमकारादौ प्रत्यये परे तत्र क्रूधातोः प्रत्यय अवयव उकारस्य लोपः नित्यं भवति इति, इत्युक्ते तत्र करु कुरु इति प्रत्यय अवयव उकारः इत्युक्ते तत्र अन्ते यः उकारः अस्ति प्रत्यय अवयव अस्तु, तत्र उ इति तु किं विकरणप्रत्ययः, अतः प्रत्यय अवयव भवति अङ्गस्य करु कुरु इत्यस्य, तस्य लोपः नित्यं भवति, नित्यं करोतेः इत्यनेन, करोति इति इत्यस्य कृते नित्यं करोतेः इत्यनेन उक् लोपः नित्यं भवति. तदनन्तरम् अन्यत् सूत्रमस्ति ये च इत्यनेन, यकारादिप्रत्यये परे अपि क्रूधातोः प्रत्यय अवयव उकारस्य लोपः भवति. तत्र केवलं यकारादिप्रत्यये परे इति दत्तम् इदानीं, तत्र लोपश्चान्यतरस्यां मोह इत्यस्य निमित्तं मकारः अपि आसीत्. ये च इत्यनेन तत्र सूत्रे एव ये च इति अस्ति, अतः यकारादिप्रत्यये परे क्रूधातोः प्रत्यय अवयव उकारस्य लोपः भवति, अतः तिङ् निमित्तिकं कार्यम् एवं भवति इति अग्रे दर्शितम् अस्ति. सम्यक्, समीचीनं भगिनी, धन्यवादः. धन्यवादः. इति इदानीम् अत उत् सार्वधातुके इति सूत्रं दृष्टं, तत्र अपित् प्रत्ययः अस्ति चेत् करु इति अङ्गस्य अकारस्य उकारादेशः, अतः करु इति कुरु इति भवति. यत्र यत्र अपित् प्रत्ययः सर्वत्र अङ्गं कुरु, पित् प्रत्ययः चेत् अङ्गं कुरु करु, अङ्गं करु इति अङ्गं पित् प्रत्ययः, अपित् प्रत्ययः अस्ति चेत् अङ्गं कुरु. अपि च यत्र वकारादिमकारादिप्रत्ययः परः तत्र तु कुरु इति अङ्गे तत्र किम् उकारस्य लोपः विकल्पेन भवति, अतः कुर्वः कुर्मः इत्युक्ते तत्र लोपः विकल्पेन भवति स्म तनादिगणीयधातूनां, परन्तु अत्र कृधातोः विषये नित्यं भवति, नित्यं करोतेः इत्यनेन अकारादिमकारादिप्रत्ययपरे नित्यरूपेण उकारस्य लोपः भवति, अतः कुर्वः कुर्मः इति रूपं लभ्यते. अपि च यकारादिप्रत्यये परे तत्र कृधातोः कुरु इति यः यदङ्गमस्ति कुरु इति, तत्र कुरु इत्यस्य रेप उत्तरवर्ति उकारस्य लोपः भवति, अतः कुर्यात् इति भवति, कुर्यात् इति एवं रीत्या रूपाणि तत्र भवन्ति. अस्तु, अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. तत्र विजयाभगिनी पठति वा? आं महोदय, नमस्कारः. नमस्कारः. अत्र नित्यं करोतेः उमा उषा भगिन्या पठितं खलु, इदानीम् एच् एव न असंयोगपूर्वधातूनां पूर्वाङ्गधातूनां कार्यं कार्यम् अस्तु. अस्तु, पित्सु करु इति अङ्गम् हलादिपित्सु गुणः भवति, इदानीमेव भवत्या उक्तम् अत्र हलादि किमपि सन्धिकार्यं न अर्हति एव. करु योगति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन उकारस्य स्थाने ओकारः भवति, अनन्तरं ति योजनेन करोति इति भवति. अजादिपित्सु अपि गुणः भवति, तदा अवादेशः अत्र एचो एव यवः इत्यनेन करुयोगः आणि करो इति भवति, अनन्तरम् आणि अस्ति अत्र एचो एव यवः इत्यनेन अवादेशः भूत्वा कर् कराव करवाणि इति अन्तिमरूपम् अत्र करवाणि इति. इदानीम् अपुच् अपित्सु कुरु इति अङ्गं भवति, अलादि अपित्सु नितिच इत्यनेन गुणनिषेधः, अतः कुरुयोगः तः वर्णमेलनमेव कुरुतः इति. स्थलद्वये अपवादभूतकार्यं किमस्ति चेत् लोटि हि लोपः, अतः कुरुयोगः हि अस्ति चेत् हि लोपः भवति, कुरु एव तिष्ठति अत्र. वकारमकारे यकारे परे उकारस्य नित्यं लोपः, कुरुयोगः वः अत्र कुर्वः, अकुरुयोगः म अस्ति चेत् अकुर्मः, कुरुयोगः यात् कुर्यात् इति विधिलिङ्गि भवति. अजादि अपित्सु इको यनचि इत्यनेन यनादेशः, कुरुयोगः अन्ति अत्र उकारस्य स्थाने वकारः भूत्वा इको यनचि इत्यनेन कुर्वन्ति इति अन्तिमरूपं निष्पन्नमवति अत्र. समीचीनम् इति अत्र स्पष्टमस्ति इति मन्ये. तदेव अस्माभिः इदानीं चर्चितम्. आमां समीचीनं भगिनि, धन्यवादः. धन्यवादः. तर्हि अत्र अत्र पित्सु गुणः भवति, अपित्सु गुणनिषेधः तत्तु वयं जानीमः, तत्र नूतनं किमपि नास्ति. अत्र लोटिः प्रत्ययस्य लोपः इति अपि विशेषः नास्ति. अत्र तनादिगणे सर्वत्र असंयोगपूर्व उकारः चेत् तत्र हि इत्यस्य लोपः भवति. अत्रापि कुरु इत्यत्र उकारात् प्राक् संयोगः नास्ति, अतः हि प्रत्ययस्य लोपः भवति. कुरु इति लोटि मध्यमपुरुषे एकवचने रूपं, वकारे मकारे परे तत्र तु उकारस्य लोपः नित्यरूपेण भवति, अतः कुर्वः कुर्मः. अनन्तरं यकारादिप्रत्ययः अस्ति चेत् सर्वत्र उकारस्य लोपः, अथवा अतः कुर्यात् कुर्याताम् कुर्युः इत्येवं रीत्या रूपाणि तत्र भवन्ति. अस्तु, समीचीनं, धन्यवादः. इदानीं तत्र विजयलक्ष्मी भगिनी नित्यं करोतेः इति सूत्रं पठति वा? आं भगिनि, नित्यं करोतेः कृ धातोः प्रत्ययावयव उकारस्य नित्यं लोपो भवति वकारमकारादौ प्रत्यये परे. नित्यं प्रथमान्तं करोतेः पञ्चम्यन्तं द्विपदम् इदं सूत्रम्. उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत्यनयोः च इति अनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तम् उतः प्रत्ययस्य. लोपश्चान्यतरस्यां मोः इत्यस्मात् लोपः मोः च इति अनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः मोः. नित्यं करोतेः इति सूत्रस्य विवरणम् अत्र पूर्वस्मात् सूत्रात् पूर्वसूत्रमस्ति लोपश्च अन्यतरस्यां मोः. अत्र विकल्पेन मकारादि वकारादि प्रत्ययः भवति चेत् तनादिगणीय धातु अङ्गस्य उकारस्य लोपः विकल्पेन भवति इति सूत्रं वदति. अत्र कृ धातोः कृते नूतनसूत्रमस्ति, अग्रिमं सूत्रं नित्यं करोतेः इति. अत्र कृ धातोः प्रत्यय अवयव उकारस्य विकल्पेन लोपः न भवति, नित्यं लोपः भवति इति सूत्रं वदति. कदा वकारमकारादौ प्रत्यये परे. अतः नित्यम् इति सूत्रे प्रथमान्तमस्ति. करोतेः अत्र पञ्चम्यन्तं द्विपदम् इदं सूत्रम्. उतश्च प्रत्यय करोतेः इति पञ्चम्यन्तं वा? पञ्चम्यन्तं नित्यं करोतेः. करोतेः अनन्तरं यदि वकारादि अथवा मकारादि प्रत्ययः भवति तदा नित्यं उकारस्य लोपः भवति इति पञ्चम्यन्तम् अस्ति भगिनि, सम्यगेव खलु? आमामाम्, अत्र पूर्वं सकरोतेः इति पञ्चम्यन्तं नासीत् तत्र, तत्र खलु? तत्र तु हा, तत्र तु षष्ठ्यन्तम् अत्र तु पञ्चम्यन्तं सम्यगेव. करोतेः इति किं भगिनि? कीदृशरूपं करोतेः इति? तद् धातुनिर्देशः अस्ति खलु, करोति इक्ष्टिपौ धातुनिर्देशे इत्यनेन इति सूत्र सूत्रं वत वार्तिकं वार्तिकं तत्र कृ धातोः करोति इति निर्देशः भवति करोति इति ईकारान्त प्रातिपदिकम् इति मत्वा करोतेः इति भवति पञ्चम्यन्तम् उतश्च प्रत्ययात् असंयोगपूर्वात् इति लोपश्चेत्यस्यापि पूर्वसूत्रम् अस्तु ततः उतः अपि च प्रत्ययात् इति अनयोः पदयोः अनुवृत्ति भवति विभक्ति विपरिणामः भवति अत्र पदद्वयम् उतः प्रत्ययात् चेत् अनयोः अनुवृत्ति विभक्तिविपरिणामेन पदद्वयं षष्ट्यन्तम् उतः प्रत्ययस्य अस्तु अत्र प्रत्ययात् इति अस्ति अतः उतः प्रत्ययस्य इति अनुवृत्ति भवति अपि च लोपश्च अन्य लोपश्चास्य अन्यतरस्यां मोहो इति अस्मात् सूत्रात् लोपः मोः इति अनयोः पदयोः अनुवृत्तिः भवति अङ्गस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः मोः करोते इत्युक्ते कृ धातोः और् कृ धातोः अङ्गस्य यत्र प्रत्ययस्य अन्ते उकारः भवति तादृशम् अङ्गं तत्र मकारादि उत् वकारादिप्रत्ययः यदा विधीयते तदा तस्य उकारस्य नित्यं लोपः भवति इति सूत्रार्थः सम्यक् सम्यक् समीचीनम् इति तत्र करोतेः अनन्तरं मोहो अस्ति चेत् तदानीं करोतेः तदानीम् अङ्गस्य प्रत्ययस्य उतः लोपः उकारस्य लोपः इदानीं तत्र उदाहरणं स्वीकुर्मः चेत् कुरु इति अङ्गं कुरु इति अङ्गस्य अनन्तरं महा इति प्रत्ययः अथवा वः इति प्रत्ययः चेत् तत्र कुरु इति अङ्गस्य यः उकारः तस्य लोपः नित्यरूपेण भवति अतः कुर्वः कुर्मः इति रूपं लभ्यते अत्र अन्ते यः उकारः इति स्पष्टं वक्तव्यं न वा भगिनी कुरु अङ्गस्य अन्ते तत्र कुरु इत्यत्र उकारद्वयम् अस्ति इति कृत्वा कस्य उकारस्य इति प्रश्ने सति तत्र येन विधिस्तदा न अलोन्त्यस्य इत्यनेन अन्त्यस्य इति वक्तव्यम् यतोहि तत्र उकारद्वयम् अस्ति खलु इति कृत्वा अपि च तत्र प्रत्ययस्य उतः इति उक्तं खलु अतः वक्तव्यम् इति नास्ति अतः वक्तव्यम् अतः अलोन्त्यस्य इत्यस्य आवश्यकता नास्ति यतोहि तत्र कुर् इत्यत्र तु प्रत्ययस्य नास्ति कु इत्यत्र प्रत्ययस्य नास्ति उ इत्यस्य तु कुरु इत्यस्य रेप उत्तरवर्ति उकारः प्रत्ययस्य उकारः इति कृत्वा स्पष्टतया सूत्रे एव उक्तम् समीचीनं तर्हि इदानीम् अग्रे गच्छामः तत्र किं सूर्यकुमारी भगिनी अग्रे पठति वा भगिनि नमस्कारः अग्रे ये च सूत्रमस्ति यकारादिप्रत्यये परे क्रूधातोः प्रत्ययावयव उकारस्य लोपः भवति ये सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः उतच्य प्रत्ययादसंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत्यनयोः अनुवृत्तिः लोपच्चास्य अन्यतरस्यां मोहो इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ये च करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः. इदं सूत्रं नित्यं करोति परमस्ति, तत्कारणेन ये च इति उक्तं. ये इत्युक्ते यकारादिप्रत्यय अस्ति चेत् तत्रापि कुरु इत्यस्य करोतेः इत्यस्मात् अनुवृत्तिरूपेण आयाति. करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः भवति. खरु इत्यस्य खरु योगः ये च अथवा कुरु योगः ये च, तत्र उकारलोपः भवति. कुर्यातां, कुर्यायुः, कुर्युः इत्यादिरूपाणि भवति. नित्यं करोति यत्र लोपः भवति तदेव मकार वकारलोपः भवति, तदेव यकारादिप्रत्यय परे अपि उकारलोपः भवति. अग्रे पठामः भगिनि. न न, बहु सम्यक् सम्यक्, समीचीनम्. इत्युक्ते तत्र पूर्वं यः उकारस्य लोपः इति उक्तं खलु, प्रत्यस्य उतः लोपः इति, प्रत्यस्य उतः नित्यं लोपः मोहो इति उक्तम्. अत्रापि प्रत्यस्य लोपः, प्रत्यस्य उतः लोपः, अत्रापि प्रत्यस्य उतः लोपः, परन्तु अत्र नित्यम् इति किमपि न उक्तं. पूर्वं नित्यम् इति उक्तं, किमर्थं पूर्वं नित्यम् इति उक्तं परन्तु अत्र नित्यम् इति किमपि न उक्तम्? ये चकार अस्ति चेत् नित्यम् इति अवगमनम् अस्ति. ये च चकारेण नित्यम् इत्यस्य अनुवृत्तिः वा, चकारेण कस्य अनुवृत्तिः अत्र? लोपः नित्यम् अनुवृत्तिः. नित्यमित्यस्य अनुवृत्तिः नास्ति अत्र. कुत्र अस्ति नित्यमित्यस्य अनुवृत्तिः? अत्र नित्यमिति वदनस्य का आवश्यकता? तत्र विकल्पः नास्ति भगिनि, तत् कारणेन नित्यमपि अनुवृत्ति भवति. किमर्थम् इत्युक्ते केवलं लोपः इति वदति चेत् कः क्लेशः? तदानीमपि लोपः एव नित्यमेव इति अवगन्तुं शक्नुमः. किमर्थं तत्र नित्यम् इति उक्तम्? लोपचस्य अन्यतरस्य मोहो इति कारणेन विकल्पः अपि भवति. इत्युक्ते सामान्यतया लोपश्चास्य अन्यतरस्य मोहो इति सूत्रेण तत्र उतः लोपः विकल्पेन भवति स्म, परन्तु कृधातोः विषये नित्यरूपेण इष्यते इति कृत्वा अत्र नित्यम् इति उक्तम्. यदि नित्यम् इति किमपि न वदति चेत् तदानीम् अस्माकं मनसि संशयः भवति, किमर्थम् इदं सूत्रं कृतं? पूर्वमेव विकल्पेन लोपः इति उक्तं खलु, तर्हि किमर्थम् इदं सूत्रम् इति चेत्, विकल्पेन यः लोपः उक्तः आसीत् तस्य नित्यरूपेण विधानम् अत्र इष्यते. यः विकल्पः प्राप्तः अस्ति, प्राप्तः विकल्पः, तस्य नित्यरूपेण विधानम् अत्र. परन्तु ये च इत्यत्र नित्यम् इत्यस्य आवश्यकता नास्ति, यतोहि यकारादिप्रत्यये परे उकारस्य लोपः इति नास्ति. अत्र तु पूर्वं किमपि सूत्रं नास्ति, अतः अत्र नित्यम् इति वदनस्य आवश्यकता नास्ति. विकल्पः आसीत् चेत् नित्यम् इति वक्तव्यम्, अत्र तु साक्षात् लोपः, तावदेव. विकल्पः इति संशयः अपि न भवति अस्माकं खलु. आं भगिनि, हा समीचीनं. तर्हि इदानीम् अग्रे वाक्यद्वयमस्ति, तदपि पठतु. आम्, यथोक्तं तनादिगणे अचिष्णुधातु ब्रुवां वियोरियङ् वङ्गौ इत्यस्य प्रसक्तिः नास्ति, अतः अत्र असंयोगपूर्वाङ्ग धातूनां कृते यण आदेशस्य साधनार्थम् अपवादभूतसूत्रं सूत्रस्य हूष्णुभोः स्नारधातुके इत्यस्य आवश्यकता नास्ति. तदर्थमत्र सामान्य सूत्रम् इको एनर्जि इत्येव कार्यं करोति. तदा तनादिगणे इकार उकारधातूनां प्रसक्ते स्नु प्रत्ययान्त अङ्गमस्ति चेत् इयङ् वुङ् आदेशो भवति. तत्र क्रूधातुविषये तदा नास्ति, असंयोगः अस्ति चेत् यणादेशः यणादेशस्य आवश्यकता नास्ति. सामान्यसूत्रेण इको एनर्जि सूत्रमेव कार्यं करोति. अग्रे तिङ् प्रत्ययस्य पठतु एकवारं. परस्मैपदे लट् परस्मैपदे लट् स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः अन्ये अपितः परस्मैपदी अनदन्त अङ्गम् अस् लट्लकाररूप तिङ् प्रत्ययः थीतः अन्ति सीतः ता मी वहमः. असंयोगपूर्वाङ्गधातुः क्रूधातुः पित्सु क्रू योगः आर्धधातुः प्रत्ययः अस्ति. तत्कारणेन सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति खरु इति अङ्गम्. अपित्सु क्रू तत्र अपित्सु क्रू योगः गुणः भवति अर्धधातुक प्रत्ययः अस्ति चेत् करु भवति. करु इति अङ्गम् अतः सर्वत्र इमे अङ्गे अधिकृत्य कार्यम् अग्रे सरति. कुरु अङ्गमस्ति चेत् तत्र अन्यसूत्रम् अत सर्वधातुके सूत्रेण आस्थाने उ भवति. अपित् प्रत्ययपरे कुरु अङ्गमस्ति. पित्स् प्रत्ययपरे अङ्गमस्ति करु. समीचीनम्. इदानीं तत्र रूपाणि वयं पश्यामः. धन्यवादः भगिनी. इदानीं अरुणभगिनी लटि वदति. विधिलिङ्ग् लकारे आमां विधिलिङ्ग् लकारे, यतोहि तत्र सर्वत्र प्रत्ययः यकारादिप्रत्ययः खलु. अनदन्त अङ्गम् करु इति यदा अङ्गं लभ्यते अथवा कुरु इति अङ्गं लभ्यते तदानीम् अनदन्तम् अङ्गम् इति कृत्वा सर्वत्र यकारादिप्रत्ययः विधिलिङ्ग्लकारे. यात् यातां युः, याः यातं यात, यां याव याम इति. तत्र कुरु इत्यस्य उकारस्य लोपः भवति एवं वा? अस्तु. कुर्यात् कुर्यातां कुर्युः नित्यं ये च इत्यनेन नित्यं लोपः भवति. अस्तु अस्तु. अरुणभगिनी वदति वा लटि. आं भगिनि नमस्कारः. गुरु परस्मैपदे सीतः अन्ति सीतः था मे वहामः. कुरु अङ्गमस्ति कुरु. कुरु योग अस्ति सार्वधातुक आर्धधातुकयोः सूत्रेण गुणभूत करो योगति करोति भवति. वयं जानीमः कुरु युगः सः अपि अस्ति, अतः अङ्गमत्र तदु नास्ति. कुरु कुरु कुरुतः वर्णमेलनमेव कुरु प्लस् अन्ति अन्ति अपि अपि अस्ति, अतः यङ्सन्ति इको एनर्जि न कुर्वन्ति भवति. कुरु योगः अस्ति, पित् अस्ति, करोसि आदेशप्रत्ययोः इति न करोषि भवति. कुरु योगः तः अपि अस्ति वर्णमेलनमेव कुरुतः कुरुतः कुरु योग मे पित् अस्ति, अतः गुणः भवति स्वर्गजातकार्धजातको करोमि. कुरु वहामः अपित् प्रत्ययः, अतः अङ्गम् अत्र कुरु इति अङ्गं कुरु योगः वः तत्र उकारलोपः भवति नित्यं करोतेः इति सूत्रेण तर्हि रूपं कुर्वः कुर्मः. सम्यक् समीचीनम् अस्तु, धन्यवादः भगिनी. अग्रे लोटि उमा भगिनी वदति वा. अस्ति वा भगिनि अय्यो अन्यस्मिन् गृहे अस्ति भवती, उच्चैः वदतु. श्रूयते वा? हा वदतु, प्रयत्नं करोमि. लोटि करोतु अस्मैपदि करोतु कुरुता कुरुतः कुर्वन्ति. द्विवचने द्विवचने सम्यक् नास्ति. करोतु कुरुतात् करोतु कुरुतात् कुरुतां कुरुतां कुर्वन्तु. करोषि कुरुतः कुरुतात् न न न करोषि नास्ति, लोट्लकारे मध्यमपुरुषे एकवचने किम् अस्ति. सारि सारि सारि सारि सारि सारि ओके ओके कुरु कुरुतं कुरुत करवाणि करभाव करवाम. मध्यमपुरुषे एकवचने रूपद्वयम्, अन्यत् रूपं कुरुतात्. अच्छा ओके, अत्र सूत्राणि न उक्तवती. तत्र कुरु इत्यत्र कथं तत्र हि इत्यस्य का गतिः? संयोगपूर्व धातूनाम् एव हि आगच्छति. संयोगपूर्वकः नास्ति इति कृत्वा हि इत्यस्य का गतिः? प्रयोगं करोति, हि प्रयोगं करोति वा? हि योजयति कुत्र? संयोगपूर्व अलङ्कार धातु अत्र हि अत्र हि इत्यस्य का गतिः? तत्र तु सर्वत्र हि इति प्रत्ययः अस्ति, योजयति इति नास्ति. हि इति प्रत्ययः सर्वत्र अस्ति. संयोगपूर्व उकारः अस्ति चेत् हि तिष्ठति, संयोगपूर्व उकारः नास्ति चेत् हि इत्यस्य लोपः भवति. सूत्रम् जानामि वा इति इदानीमेव दृष्टम्? उतश्च प्रत्ययात् संयोगपूर्वात्, उतश्च प्रत्ययात् संयोगपूर्वात् असंयोगपूर्वात्, उतश्च पूर्वात् असंयोगपूर्वात् असंयोग उतश्च प्रत्ययात् असंयोगपूर्वात् उतश्च प्रत्ययात् असंयोगपूर्वात्. अस्तु अस्तु, समीचीनम्. तर्हि इदानीं लङ्गि तत्र कः वदति? तत्र लक्ष्मीभगिनी वदतु. किमपि न श्रूयते, किमपि न श्रूयते. आम् लक्ष्मी भगिनी नास्ति वा? अस्तु वदामि भगिनि. लङ्घि भगिनि हा अकरोत् अकुरुताम् अकुर्वन् अकरोः अकुरुतम् अकुरुत अकरवम् अकुर्व अकुर्म अपूर्व इत्यत्र लोपः केन सूत्रेण अकुर्व इत्यत्र इदानीमेव दृष्टं खलु अतौत् सार्वधातुके इत्यनेन अकारस्य उकारः ततः परं नित्यं करोतेः इत्यनेन अत्र नित्यरूपेण किं प्रत्ययस्य उकारस्य लोपः अतः अकुर्व सम्यक् अस्तु धन्यवादः भगिनि इदानीम् अत्र अग्रे शोभा भगिनी अग्रे विधिलिङ्गि आम् विधिलिङ्गि अपि सर्वत्र गुणस्य प्रसक्तिः नास्ति कुरु इत्यस्य इदानीं तत्र ये च इत्यनेन कुरु इत्यस्य अङ्गस्य अन्त्यस्य उकारस्य लोपः कुर् इति तिष्ठति कुर्यात् कुर्याताम् कुर्युः कुर्याः कुर्यातम् कुर्यात कुर्याम् कुर्याव कुर्याम इति रूपाणि भवन्ति सम्यक् उत्तमम् तर्हि इदानीम् आत्मनेपदी प्रत्ययः क्रियदातुः उभयपदी ञकारः इत्संज्ञकः अतः स्वरितङ्गितकर्तृभिप्राये क्रियापले इत्यनेन उभयपदि दातु तर्हि तत्र लटि उषा भगिनी वदतु आत्मनेपदि भगिनि आत्मनि दातु आत्मनेपदि ते आते प्रथमपुरुष ते आते आते सर्वे अपि प्रत्ययाः ते आते आते इत्यनेन कुरु इति अङ्गं कुरुते कुर्वाते कुर्वते ते आते अते से आते द्वे कुरुषे कुर्वाथे कुरुद्वे ये वहेमहे ये वहेमहे कुर्वे कुर्वे अनन्तरं वहेमहे वकाराति मकाराति वकाराति मकाराति कुरु इति अङ्गं कुरु इति अङ्गं कुर्वहे कुर्महे इति भवति कुर्वहे कुर्महे उकारलोपः धन्यवादः इदानीं तत्र लोटि विजयभगिनी वदतु लोटि आं महोदय अत्र ताम् आताम् अथां स्व आतां द्वम् ऐ आवहै आमहै अस्ति धातु तु कृ अत्र सर्वत्र अपीत्येव अथवा तत्र वर्णमेलनं नास्ति आम् अत्र प्रथमं सार्वधातुक अर्धधातुकयोः इत्यनेन कृस्थने कर् भवति अनन्तरम् अत्र अतवतु सार्वधातुके इत्यनेन कुर् भवति इदानीम् अत्र कुरुताम् एतदेव अत्र प्रक्रिया अस्ति कुरुतां कुर्वाताम् अनन्तरम् अत्र अताम् अस्ति कुर्वताम् अनन्तरम् आदेशप्रत्ययोः एतत् भूत्वा कुरुष्व कुरुतां कुरुत्वम् अत्र अपि अत्र आं भवत्या इदानीम् उक्तम् अत्र अजादि अस्ति चेत् अत्र इको एनर्जि इति कार्यं करोति अतः तत्र उकारस्य स्थाने वकारः भूत्वा कुर्वाथाम् इति भवति खलु महोदय अनन्तरम् अत्र कुरुद्वम् अनन्तरम् अत्र ऐ अस्ति अत्र प्रत्ययः ऐ प्रत्ययः पित्वा पित्वा ऐ इति पित् अस्ति खलु महोदय, अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन क्रूस्थाने कर् भवति, अनन्तरम् अत्र क्रूस्थाने कर् खलु, क्रूस्थाने क्रूस्थाने कर् भवति, अनन्तरम् अत्र उकारस्य स्थाने ओकारः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. इदानीं कर् ओ भवति, ओकारः एचो एव यावः इत्यनेन अवादेशः भूत्वा, अनन्तरम् ऐ योजनेन करवै इति भवति खलु महोदय, करवै. सम्यक्, आमां सम्यक्. इदानीं तदेव तद्वत् एव अत्र अपि प्रक्रिया भवति, करवावहै करवामहै करवावहै करवामहै इति भवति महोदय. सम्यक्, समीचीनम्. धन्यवादः विजयलक्ष्मी भगिनी. लङ्गि लङ्गि इति आडागमः भवति. सर्वे प्रत्ययाः कीदृशप्रत्ययाः? सर्वे प्रत्ययाः अपित् प्रत्ययः. आताम् तत्र त आताम् अत्त अतां झ झ तत्र नकारस्य लो अत इति भवति. अत्र कृत् अकृत् रूपाणि वदतु भगिनि. ओ लङ् लकारः खलु. अ इति तु भवति, अ कुरु इति भवति, अ कुरुत, अनन्तरं उकारस्य अ तत्र इको एणचि इत्यनेन उकारस्य वकारादेशः भवति, अ कुर्वाताम् इति भवति, अकुर्वत इति. भगिनी अहम् एकवारं प्रत्ययानां दृष्ट्वा वदामि. त आताम् अत सो कुरु अकुर्वत थाः अकुरु थाः आथाम् अकुर्वथां ध्वम् अकुरुध्वम् ई वहि महि अकुर्वि अकुर्वहि अकुर्महि. सम्यक्, समीचीनं. तर्हि इदानीं सूर्यकुमारी भगिनी विधिलिङ्गकारः. भगिनि सर्वे प्रत्ययाः अपि प्रत्ययाः अजादिप्रत्ययाः यानसन्ति भवति. कुरु अङ्गमस्ति कुरु, कुरुयोग एत कुर्वेत कुर्वीयातं यातां कुर्वीरं कुर्वीथाः कुर्वीयाथां कुर्वीध्वं कुर्वीय कुर्वीवहि कुर्वीमहि. समीचीनम्. इति तत्र कृधातुः रूपाणि. अस्तु, तर्हि इदानीं पुनः करपत्रे अन्तिमः एकः भागः अस्ति, तत् पठित्वा समापयामः. इदानीं तत्र अग्रे किम् उमा भगिनी अग्रे पठति वा? संयोगपूर्वधातु शुक्रधातुः तत्तु अभवत्, इदानीं रूपाणि दृष्टानि. ओके, इदानीं तनादिगणीयधातवः इति ततः आरभ्य पठतु अन्तिमभागः. दुक्रे करणे करु करोति संज्ञापूर्वं अनादिगणीयदातवः अधुना अनदन्त अङ्गानां दत्वं तस्य अनन्तरं धनादिगणीयधातवः बिट्वीन् करणे करु करोति कुरु कुरुते तनु विस्तारे तन् तनु तनोति तनुते शृणु हिंसायां षण् षणु शृणोति शृणुते षणु दाने तन तनु तनोति तनुते मनु अवबोधने मन मनु मनुते वनु याचने वन् वनु मनुते चिनु शुंसायां चिन् चिनु चेनु चिनोति चेनोति चिनुते चेनुते ऋणु गतौ ऋण ऋणु अर्णु ऋणोति अर्णोति ऋणुते अर्णुते तृणु अदने तृण तृणु तर्णु तृणोति तर्णोति तृणुते तर्णुते अग्रिमवाक्यं पठतु संज्ञापूर्वको संज्ञापूर्वको विधिः अनित्यः इति वार्तिकेन संज्ञापूर्वको विधिरनित्यः इति वार्तिकेन येषु चतुर्षु धातुषु सुगन्धलघुपदस्य च इत्यनेन गुणकार्यं भवति विकल्पेन एकस्मिन् पक्षे भवति अपरस्मिन् पक्षे न किमपि नास्ति इत्युक्ते तत्र वार्तिकम् अस्ति अत्र रूपाणि रूपद्वयं पश्यामः खलु बहुत्र रूपद्वयं वयं पश्यामः यथा तत्र तृणु तृणु इति अस्ति चेत् तृणोति इति रूपम् अस्ति अनन्तरं तरणोति इति अपि रूपमस्ति तरणोति इति गुणसहितरूपं तृणोति इति गुणरहितरूपम् इति कृत्वा रूपद्वयं दृश्यते तत् कथम् इति चेत् तत्र संज्ञापूर्वकः विधिः अनित्यः इति वार्तिकमस्ति कश्चन तत्र किञ्चित् वार्तिकम् अनेन गुणकार्यं विकल्पेन भवति आमां समीचीनम् अस्तु तर्हि इदानीम् अन्ततो गत्वा तत्र अरुणा भगिनी अग्रे पठति वा अरुणा भगिनी गतवती तर्हि लक्ष्मी भगिनी पठतु सा न पठति इति उक्तवती संज्ञापूर्वकः विधिः अनित्यः इति वार्तिकस्य अर्थः अस्ति यत् यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशः कृत्वा कश्चन विधिः उक्तः अस्ति तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि साधनीयानि एतादृशानां विधीनाम् अवकाशप्राप्ते अपि कुत्रचित् प्रयोगः न क्रियते अतः ते अनित्याः इत्युच्यन्ते पुगन्तलघुपदस्य इति सूत्रेण गुणः इति संज्ञायाः निर्देशः कृत्वा विधिः उक्तः अस्ति अतः अनेन सूत्रेण उक्तः विधिः अपि अनित्यः अस्ति एषु चतुर्षु धातुषु पुगन्तलघुपदस्य इत्यनेन गुणकार्यं भवति विकल्पेन. एकस्मिन् पक्षे भवति, अपरस्मिन् पक्षे न भवति. अवादिगणे अस्य वार्तिकस्य कार्यं नास्ति, यतोहि गुणकार्यं सर्वत्र अनित्यं नास्ति, केवलं केषुचित् स्थलेषु एव. अत्र विवरणं, वार्तिकविवरणं दत्तं, संज्ञापूर्वको विधि अनित्यः इति वार्तिकं वदति. संज्ञा अस्ति, निर्देशः अस्ति, तत्र विधिः उक्तं, तत् तत्र सूत्र अवकाश प्राप्तिः एकवारं रूपं गुणकार्यं भवति, अन्य अस्ति गुरुकार्यं, गुणकार्यं न भवति. गुणकार्यं न भवति चेत् अत्र अनित्यः इति उच्यन्ते. पुगन्तलघुपदस्य इति संज्ञासूत्रमिति किम् अस्ति, संज्ञायाः इति अर्थः, पुगन्तलघुपदस्य च इति सूत्रे गुणः इति संज्ञा निर्देशः अस्ति. अतः अनेन सूत्रेण उक्तविधिः अपि अनित्यः भवति. परन्तु चतुर्थ वयं जानीमः अधिम न पठितवन्तः, चतुर्षु धातुषु पुगन्तलघुपदस्य चैत्येन गुणकार्यं भवति विकल्पेन. एकस्मिन् पदं तृणु धातु, तृणु तृणो तृणोति, अन्यदि तर्णोति, तर्णोति, तर्णोति भवति तदेव. परन्तु भवादिगणे अस्य वार्तिकस्य कार्यं नास्ति, परन्तु केवलं केषु स्थलेषु भवति इति दत्तम्. सम्यक्, सम्यक्. इत्युक्ते संज्ञापूर्वको, संज्ञापूर्वको विधिः अनित्यः इत्युक्ते सर्वत्र अस्य प्रसक्तिः इति नास्ति. यत्र आवश्यकं तत्रैव अस्य प्रसक्तिः भवति, यतोहि लोके तादृशरूपाणि सन्ति, तस्य साधनार्थं वार्तिकं कृतम्. इत्युक्ते यत्र यत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, सर्वत्र गुणकार्यम् अनित्यम् इति नास्ति. परन्तु यथा तृणुधातोः विषये रूपद्वयम् अपेक्षितं, तत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यम् अनित्यं भवति, अतः सर्वत्र अनित्यम् इति नास्ति. अतः भुवादिगणे यत्र यत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, तत्र गुणकार्यम् अनित्यम् इति नास्ति, तत्र तु नित्यरूपेण एव भवति. परन्तु अत्र तनादिगणे एवमस्ति. अत्र ये धातवः अत्र उक्ताः अस्ति, तत्र वयं द्रष्टुं शक्नुमः, क्षिणो, ऋणो, गृणो, तृणो इति एतेषां धातूनां तादृशमस्ति. इति कृत्वा तनादिगणः इति विषयः समाप्तः. इदानीम् इतोपि 15 निमेषाः सन्ति, तर्हि वयम् अग्रे गन्तुं शक्नुमः. ततः अग्रे अग्रिमपाठः अस्ति. मया करपत्रं प्रेषितं खलु, तत्र क्रियादिगणः, कृपया तद् उद्घाटयन्तु. अस्तु, तत्र आरब्धुं शक्नुमः. अस्तु, तर्हि तत्र किं लक्ष्मीभगिनी आरब्धुमिच्छति वा क्रियादिगणे? आं भगिनि, पठामि. क्रियादिगणः, क्रियादिगणे एकषष्टिः धातवः, क्रियादिगणे एकषष्टिधातवः सन्ति. अस्य गणस्य तिङन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि, परन्तु यथा स्वादिगणे तनादिगणे च अत्रापि रूपसिद्धिः दुष्करा न, अपि तु अत्यन्तं तर्कपूर्णा. सा च रूपसिद्धिः ज्ञायते चेत् अयं गणः नैव कष्टकरः. अत्र क्रादिगणे एकषष्टिः 61 धातवः सन्ति, रूपाणि सामान्यतया भ्रमात्मकानि इति भासते, किन्तु अत्र उक्तं यथा स्वादिगणे अपि च तनादिगणे रूपसिद्धिः कथं भवति इति ज्ञायते चेत् अत्रापि क्रियादिगणे सुलभतया रूपाणि साधयितुं शक्नुमः इति उक्तः. अग्रे पठामि वा भगिनि? आं भगिनि, तत्र एकवारं वदतु, गणस्य नाम कः, नाम किं? क्रियादिगणे क्रियादिगणः क्र इति अत्र न उच्चारणीयं, कृ क्रिया क्रि इति तथा उच्चारणीयं, क्रियादिगणः क्रियादि इति वा. यतोहि तत्र क्र इति तत्र अकारः नास्ति, अतः क्रियादिगणः इति तथा. अस्तु, अस्तु, अग्रे पठतु. क्रियादिभ्यः श्ना, क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः विहितः. लशक्वतथिदे इत्यनेन शकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपः, न इति अवशिष्यते. क्रियादिभ्यः श्ना इति सूत्रं, तस्य अर्थः क्रियादिभ्यः स्थितेभ्यः धातुभ्यः स्ना प्रत्ययः भवति. कर्तृतकः सार्वधातुकप्रत्ययपरे कर्तृषप् इत्यस्य अपवादः. क्रीः आदिर्येषां ते क्रियाद्यः क्रियादयः, बहुव्रीहिः तेभ्यः क्रियादिभ्यः. क्रियादिभ्यः पञ्चम्यन्तं श्ना प्रथमान्तं द्विपदमिदं सूत्रं. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च इत्यनयोः अधिकारः. धातुरेखाचोहलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातुः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. क्रियादिभ्यः धातुभ्यः श्ना प्रत्ययः परश्व कर्तरि सार्वधातुके. अत्र क्रियादिभ्यः क्रियादिभ्यः स्ना इति सूत्रं वर्तते. अनेन सूत्रेण श्ना इति विकरणप्रत्ययः विधीयते. ये धातवः क्रियादिगणे सन्ति तेभ्यः धातुभ्यः श्ना इति विकरणप्रत्ययः विधीयते. कर्तरि सार्वधातुकप्रत्ययपरे, तर्हि कर्तृतकः अपि च सार्वधातुकप्रत्ययः यदा परे परे भवति तदा शप् कर्तृशप् इत्यनेन यः शप् प्रत्ययः विधानं जातं तस्य तं प्रबाध्य श्ना इति प्रत्ययः विधीयते इति अत्र उक्तमस्ति. एकषष्टिधातवः ये सन्ति तेभ्यः श्ना इति विकरणप्रत्ययः, क्रियादिभ्यः क्रियादिभ्यः श्ना इति सूत्रेण विधीयते. अस्तु, समीचीनम् इति वस्तुतः अत्र कर्तरिषप् इति सूत्रं प्रबाद्य क्रियादिगणीयधातुभ्यः श्ना प्रत्ययः भवति. अत्र निमित्तं तु समानं, यथा कर्तरिषप् इत्यस्य निमित्तमस्ति कर्त्रार्थे सार्वधातुके प्रत्यये परे, एवम् अत्रापि तथैव अस्ति. केवलम् अत्र क्रियादिगणीयधातुभ्यः कर्तरिषप् इति सूत्रं प्रबाद्य श्ना इति विकरणप्रत्ययः आयाति अत्र इति वार्ता अस्ति. तर्हि श्ना प्रत्यये केवलं ना इति अवशिष्यते. तर्हि इदानीम् अग्रे गच्छामः. शोभा भगिनी अग्रे पठति वा? आं भगिनि. न षित् अतः तिंषित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा क्री योगः न इति स्थितौ. पुगन्तलघुपदस्य च इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा विश् योगः न इति स्थितौ इति स्थितौ. परन्तु श्ना अपित् अतः सार्वधातुकमपित् इति सूत्रेण निद्वत् तदर्थं निति च इत्यनेन उभयत्र गुणनिषेधः. तत्र श्ना इति तु षित् इति तु अस्ति, अतः तिङ्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणस्य प्रसक्तिः तु अस्ति, यथा तत्र क्रीयोगः न इति स्थितौ. तत्र क्रीयोगः न इत्यत्र ईकारस्य एकारः भवेत्, अपि च पुगन्तलघुपदस्य च इत्यनेन पुनः गुणकार्यस्य प्रसक्तिः अस्ति, यथा तत्र विश् योगः न. तत्र तत्र उपधायाम् इकारः ह्रस्व इकारः अस्ति तत्रापि वेश् इति भवेत् किन्तु तथा न भवति यतोहि श्ना न केवलं षित् अपित् अपि अस्ति अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति तदनन्तरं कृतिच इत्यनेन तत्र उभयत्र गुणनिषेधः अतः गुणः न भवति यत्र श्ना इति विकरणप्रत्ययः वर्तते. अग्रे पठामि वा भगिनि? बहु सम्यक् भगिनि, अस्तु पठतु. तिङन्तानां निर्माणार्थं त्रीणि सोपानानि यथा पूर्वतनेषु गणेषु अत्रापि सार्वधातुकलकारेषु तिङन्तानां निर्माणार्थं त्रीणि सोपानानि सन्ति. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं तिङ्प्रत्ययसिद्धिः. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति पूर्वमपि तत्र स्वादिगणे तनादिगणे दृष्टवन्तः. तथा एव इदानीं क्रयादिगणे अपि विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. तदनन्तरम् अङ्गं प्राप्य तत्र धातुविकरणप्रत्ययोः मेलनं भवति. इत्युक्ते धातुविकरणप्रत्यययोः मेलनेन अङ्गकार्यम् अत्र श्ना इति विकरणप्रत्ययः अतः धातुः योगः श्ना इति अङ्गं प्राप्नुमः. तदनन्तरं तिङ्प्रत्ययः सिद्धिः. तदनन्तरं तिङ्प्रत्ययम् आनीय रूपं साधयामः. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं तदेव तत्र तिङ्प्रत्ययम् अपि योजयित्वा अङ्गकार्यं भवति. क्षम्यतां, तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं भवति. तदनन्तरं तिङ्प्रत्ययोः कार्यस्य अनन्तरं मेलनं भवति. तेन सिद्धतिङ्प्रत्ययाः भवन्ति इति अस्ति. अग्रे पठनीयं वा? न, धन्यवादः भगिनी, सम्यक्, धन्यवादः. इदानीम् अन्य कोऽपि पठति, अन्तिमपरिच्छेदः तत्र. उषा भगिनी अग्रे पठतु. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. सामान्यतः तदभवत् खलु? तदेव, क्षम्यतां, तदेव. सामान्यधातवः अपित्वात् गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति. अजन्तदातवः, इकारान्तदातवः सि योगः न सिना, उकारान्तदातवः यु योगः न युना, ऋकारान्तदातवः वृ योगः न वृणा, हलन्तदातवः इद् उपददातवः क्लिश् योगः न क्लिश्न, उद् उपददातवः गुद् योगः न गुद्न, ऋद् उपददातवः मृद् योगः न मृद्न, शेषदातवः कच् योगः न कच् ज्ञा, अश् योगः न अश्न. अस्तु, विकरण पूर्वं वयं दृष्टवन्तः तिङ्गन्तानां निर्माणार्थं प्रथमसोपानमस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तथा धातुविकरणप्रत्ययोः मेलनं. विकरणप्रत्ययम् अत्र श्ना इति प्रत्ययः, प्रत्ययेन निमित्तकम् अङ्गकार्यं तथा धातुविकरणप्रत्ययोः मेलनं. अत्र सामान्यधातवः प्रथमं श्ना इति अपित् भवति. अपित् प्रत्ययः इत्यनेन गुणनिषेधः भवति. तेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति. इकारान्तदातवः अस्ति सि इति, सि योगः स्ना इत्यस्य कृते न एव अवशिष्यते. सि योगः न इत्यनेन गुणकार्यं निषेधं भवति, निषेधं भवति. सि योगः न इत्यस्य कृते गुण कार्यं नास्ति. सिना एव भवति. सेना इति न भवति. सियोगः न सिना. उकारान्तदातवः युना. ऋकारान्तदातवः मेलनमेव वृणा णत्वमपि भवति. हलन्तदातवः अस्ति चेत् इद् उपधादातवः क्लिश् योगः न. इद् उपधा अस्ति चेत् पूर्वं स्ना इति आपित् प्रत्ययः इत्यनेन गुणः नास्ति इत्यनेन क्लिश् न एव भवति. क्लेश्न इति नास्ति. उद् उपधदातवः गुद् योगः न. गुद्ना ऋद् उपधदातवः मृद्ना. शेषदातवः अत्र हलन्तदातवः कच् अथवा अश् कञ्च कच् ञ अश् न एव भवति. विशेषदातवः परन्तु क्रयादिगणे विशेषदातवः अपि सन्ति. येषां भगिनी तत्रैव स्थगनं कुर्मः. तत्र स्थगनं कुर्मः. विशेषदातवः इति अग्रिमसप्ताहे पठिष्यामः. अत्र एतावता कोऽपि प्रश्नः अस्ति वा? अत्र न इति प्रत्ययः अत्र अपित् प्रत्ययः. षित् अस्ति, अपित् अस्ति. सार्वधातुकप्रत्ययः अपित् अस्ति. अपित् अस्ति इति कृत्वा कुत्रापि गुणः नास्ति, केवलं योजनम्. अत्र यथा तत्र अपित् प्रत्ययेषु परेषु कितिनिति प्रत्यये परे अपित् प्रत्ययः निद्वत् भवति खलु. सार्वधातुकम् अपित् निद्वत्, निति च इत्यनेन गुणनिषेधः. गुणनिषेधः इति एकं कार्यम्, इतोपि कार्याणि सन्ति. यथा तत्र सम्प्रसारणं, सम्प्रसारिणी धातुः अस्ति चेत् सम्प्रसारणं भवति. अपि च अनिदि धातुः अस्ति चेत् उपधायाः नकारस्य लोपः भवति. अनिदितां हल उपधाया क्निति इति सूत्रेण. इति त्रीणि कार्याणि भवन्ति खलु कित्नित् प्रत्यये परे. तादृशकार्याणां चिन्तनम् अत्रापि अस्माभिः क्रियते. अस्तु, तर्हि इतः अग्रे अग्रिमसप्ताहे गन्तुं शक्नुमः. अस्तु, तर्हि धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.